नमस्कारः. अस्माकं पाणिनीयवर्गे सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति उपदायामपि गुणः, सूत्रसहिता दृष्टिः इति विषयः. तत्र अस्माभिः गतवर्गे पुगन्तलघुपदस्य च इति सूत्रस्य विषये पठितमासीत्. तस्मिन् विषये एव पुनः किञ्चित् चिन्तनं कुर्मः. सूत्रं सम्यक्तया अवगतं वा न वा इति एकवारं परिशीलयामः. अतः अत्र का वदति अत्र गीताञ्जलिभगिनीं वक्तुमिच्छति वा? आं भगिनि, प्रयत्नं करोमि. हा अस्तु. अत्र पुगन्तलघुपदस्य च इति सूत्रस्य अर्थः कः इति एकवारं वदतु भगिनि. पुगन्तलघुपदस्य च अर्थः अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः इति. अत्र पुगन्तलघुपदस्य च इति द्विपदं सूत्रं लघुपदस्य इति षष्ठीविभक्ति च इति अव्ययपदम् अस्ति. अत्र अनुवृत्तिसहितसूत्रे अङ्गस्य इकः द्वयोः सम्बन्धः अवयवी अवयवः अस्ति इत्युक्ते यस्य अङ्गस्य इकः अस्ति भागः. समीचीनं न भगिनि? अङ्गस्य भागः अस्ति, परन्तु तत्र इतोपि एकः शब्दः अस्ति खलु? अस्तु अस्तु, अङ्गस्य एकः भागः इकः अस्ति चेत् अत्र लघुपदस्य अङ्गस्य द्वयोः भाव विशेषणं विशेष्यभाव इत्युक्ते यस्य अङ्गस्य लघुपदस्य इकः एकः भागः अस्ति चेत् गुण भवति इति. अपि च कदा भवति? सम्यक् भगिनि, कदा भवति गुणः? कदा भवति? कदा भवति? क्षम्यतां, कुतः पठितवन्तः? न, इदानीं चिन्तनं कुर्वन्तः स्मः भगिनि. अस्तु, धन्यवादः. यदि उपधा इत्युक्ते अन्ते पूर्वं यत् अस्ति तत् उपधा. यदि उपधा लघु अपि च ह्रस्व अस्ति चेत् तदनन्तरं गुणकार्यं भवति. सार्वधातुकार्धधातुकयोः इत्युक्ते तिंशित् यदि अस्ति चेत् प्रत्ययः सार्वधातुकप्रत्ययः अस्ति चेत् गुणः भवति, नो चेत् अर्धधातुकप्रत्ययः अस्ति चेदपि गुणः भवति. समीचीनं भगिनि, समीचीनं. तर्हि अत्र अङ्गस्य लघुपदस्य इकः गुणः इति अस्ति. अङ्गस्य लघुपदस्य कीदृश अङ्गम् इति चेत् तादृश अङ्गं यत्र लघुपदा अस्ति, लघुपद अङ्गं तादृश अङ्गं. तयोः विशेषणविशेषभावः अस्ति यथा भगिनी उक्तवती. लघुपदस्य अङ्गस्य लघुपदस्य इकः. तर्हि अत्र प्रश्नः आसीत् कथं जानीमः उपदायामेव इक् वर्णः भवेत् इति प्रश्नः आसीत्. तर्हि लघुपदस्य अङ्गस्य इकः नाम लघुपदस्य इकः यदि अहं यदि कोऽपि वदति दशरथस्य पुत्रः इति वदति चेत् तर्हि दशरथस्य पुत्रः तयोः सम्बन्धः अस्ति. एवमेव अत्र अङ्गस्य लघुपदस्य इकः इति चेत् अत्र लघुपदस्य इकः कीदृशलघुपदः इत्युक्ते तादृशलघुपदः यत्र इक् वर्णः अस्ति इति तादृशसम्बन्धः तत्र कल्प्यते. अतः अङ्गस्य लघुपदस्य इकः गुणः भवति सार्वधातुक आर्धधातुकयोः. तर्हि अङ्गमस्ति, अङ्गे इक् वर्णः कुत्र अस्ति? उपदायाम् अस्ति. अन्त्यात् पूर्वं यः वर्णः अस्ति सः वर्णः एव उपदा. उपदायाम् इक् वर्णः अस्ति चेत् गुणः भवति. कदा भवति? यदा निमित्तमस्ति, सार्वधातुकप्रत्ययः. यः प्रत्ययः अस्ति इत्युक्ते धातुतः यः प्रत्ययः अस्ति सः प्रत्ययः सारुधातुकः इत्युक्ते तिङ् प्रत्ययः नो चेत् षित् प्रत्ययः षकारः इत् यस्य सः तादृशप्रत्ययः अस्ति चेत् सारुधातुकप्रत्ययः नो चेत् आर्धधातुकप्रत्ययः यः प्रत्ययः तिङ् अपि नास्ति षित् अपि नास्ति तादृशप्रत्ययः परः अस्ति चेत् गुणकार्यं भवति इति एकं कार्यमस्ति अस्मिन् सूत्रे एकं कार्यम् अस्तु अत्र द्वितीयं कार्यं किं विजयलक्ष्मी भगिनी वदतु भगिनी अहं किमपि रिविजन् न कृतवती अन्ये कोऽपि वदति चेत् सम्यक् भवति अस्तु अस्तु अस्तु चिन्ता नास्ति अस्तु सन्दीप् महोदय वदति वा नमस्ते भगिनि लता भगिनि अस्तु गुणकार्यम् अस्ति द्वितीयं किं सूत्रे कार्यद्वयं वर्तते खलु उगन्तलघुपदस्य च अङ्गस्य इकः गुणः सर्वदा उगन्तस्य अपि गुणः भवति तदेव तदेव वदतु पुगन्तम् अङ्गम् इत्युक्ते यत्र पुक् इति आगमः भवति तस्य समीचीनं महोदय वदतु पुगन्तस्य अर्ति नाम्ना अर्ति ह्री ब्लि ह्री नुयि क्ष्मायि आतां पुग्नौ इति सूत्रेण आकारान्त धातूनां च पुक् धातूनां पुक् आगमः भवति सूत्रेण ऋ्रि व्लि रि क्नुयि क्ष्मायि धातूनामपि पुक् आगमः भवति णिच् प्रत्यये परे एव अतः उदाहरणं धातु उदाहरणं चेत् पुक् आगमेन ऋप् इति भवति तत् अस्य ऋकारस्य गुणः अर् अस्ति अतः ऋप् धातुः अर्प् इति भवति तदनन्तरं अर्प् योगः शप् योगः ति इति भवति तस् अतः अर्पति इति अर्पयति अर्पयति हा हा यकार अपि अस्ति अर्पयति इति तिङन्तं भवति बहु समीचीनं महोदय तथैव इत्युक्ते अत्र अस्मिन् सूत्रे अङ्गस्य लघुपदस्य एकः गुणः सार्वधातुकार्धधातुकयोः इति एकं कार्यमस्ति अस्मिन् सूत्रे द्वितीयं कार्यम् अस्मिन् सूत्रे एव द्वितीयं कार्यमपि अस्ति कार्यं किम् इति चेत् पुगन्त अङ्गम् इत्युक्ते पुक् इति यस्य अन्ते अस्ति इत्युक्ते तादृशधातुः यस्य अन्ते पुक् आगमः भवति केनचित् सूत्रेण पुक् आगमः यदा भवति तदङ्गं पुगन्तं भवति पुगन्तम् अङ्गम् अस्ति चेत् तादृश अङ्गे अपि इक् वर्णः अस्ति चेत् तस्य गुणः भवति तत्र पुगन्त अङ्गं तत्र लघुपद इत्यस्य आवश्यकता नास्ति पुगन्तस्य अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः इति द्वितीयं कार्यं तर्हि यस्य अङ्गस्य अन्ते पुक् अस्ति तादृश अङ्गे उपदायाम् इक् वर्णः अस्ति उपदायामेव इक् वर्णः परन्तु लघु इक् वर्णः इति आवश्यकता नास्ति उपदायाम् इक् वर्णः अस्ति तस्य गुणः भवति सार्वधातुक आर्धधातुकयोः एतत् कार्यं बहु सीमितम् अस्ति केवलम् अत्र ऋ अत्र षड्धातवः इति प्रायः एकक्षणं हा अत्र अर्ति ह्री ब्लि रि नुयि इति पञ्च क्ष्मायि इति षड्धातवः एव सन्ति तेषां कृते एव गुणकार्यं भवति, बहु सीमितमस्ति कार्यम्। अतः षण्णां धातूनां कृते पुगागमः भवति, तत्र उपधायाम् इक् वर्णः भवति, अतः यदा पुक् आगमः भवति तत्र उपधायाम् इक् वर्णः भवति, अतः तत्रापि गुणः भवति। कथं भवति इति पुनः पठामः। तस्मात् पूर्वम् अत्र अस्माकं प्रथमं कार्यमस्ति खलु, अङ्गस्य इकः गुणः, लघुपदस्य अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः इति प्रथमं कार्यम्। तस्मिन् विषये उदाहरणानि किञ्चित् पश्यामः, अभ्यासं च कुर्मः, ततः अग्रे पुगन्तम् इत्यस्मिन् विषये चिन्तनं कुर्मः। तर्हि अत्र अत्र वेङ्कटरामन् महोदय आरम्भं करोति वा भगिनि? हा भगिनि, स्पष्टीकरणार्थम् एक प्रश्न। केवलं षट् धातोः पुगागमः अस्ति इति सूत्रेण इति सम्यक्? आकारान्तधातूनां कृते अपि पुगागमः अस्ति, परन्तु तत्र इक् वर्णः नास्ति। आकारान्तधातूनां यदि दा इति धातुः अस्ति, तस्य अन्ते पुक् आगच्छति चेत् तत्र उपधायाम् इक् वर्णः नास्ति, अतः तत्र गुणकार्यस्य प्रसक्तिः नास्ति, तत्र गुणकार्यं न सम्भवति। अतः एव केवलं षण्णां धातूनां कृते एव तत्र गुणकार्यं भवति। अस्तु भगिनि, भगिनि मम कृते पुं आगमः इति इत्युक्ते किम् इति कृपया एकवारं विवरणं करोतु भगिनि, कृपया। ऐ हेव् नाट् अण्डर्स्टुड्। पुक् इति इत्युक्ते केचन धातवः सन्ति, तेषां कृते कश्चित् आगमः भवति। कीदृश आगमः इति चेत् पुक् आगमः। यस्य पुक् कस्य पुक् आगमः भवति इति चेत् षण्णां धातूनां पुकागमः भवति। अत्र ऋ ह्रि ह्लि स्नुयि श्मायि इति षण्णां धातूनां पुगागमः भवति, अपि च अकारान्तधातूनां पुगागमः भवति। तर्हि पुक् शृणोतु भगिनि, एकवारं शृणोतु, पुक् आगमः। तर्हि पुक् आगमः कित् अस्ति, यतोहि पुक् इति आगमः अस्ति खलु, तत्र पुक् इत्यस्मिन् ककारस्य इत्संज्ञा भवति। केन सूत्रेण वदतु? हलन्त्यम्। हलन्त्यम् इति हलन्त्यम् इति सूत्रेण ककारस्य इत्संज्ञा भवति, सत्यं। तर्हि अपि च तत्र उकारः उच्चारणार्थः, कुत्रचित् ध्वनिः अस्ति, कृपया म्यूट् करोतु। कः अस्ति? धन्यवादः। अत्र ककारस्य इत्संज्ञा अस्ति हलन्त्यम् इत्यनेन, उकारः उच्चारणार्थः अस्ति, केवलम् उच्चारणार्थं योजितम् अस्ति उकारः, अतः तत्र केवलं पकारः एव अवशिष्यते। अस्तु, पकारः अवशिष्यते, तादृशपकारः कुत्र भवेत् इति प्रश्नः भवति। तर्हि वयं जानीमः यत्र आगमः अस्ति, आगमः कित् अस्ति चेत् यस्य आगमः तस्य अन्ते आयाति खलु। इदानीम् अत्र सूत्रे धातोः आगमः इति जानीमः, यतोहि षष्टि अस्ति, धातोः आगमः, अतः धातोः अन्ते आयाति पुक्। अतः अत्र यथा महोदयेन उक्तं, ऋ इति धातुः अस्ति चेत् ऋ इति धातोः अन्ते पुक् आगमः भवति। तर्हि रिप् इति अस्ति, रिप् योगः णिच्, यतोहि एतादृशपुकागमः णिच् प्रत्यये परे एव भवति खलु। तर्हि ऋकारः इति धातुः, तस्य अन्ते पुकागमः पकारः, तर्हि रिप् योगः णिच्। णिच् प्रत्यये तत्र किं भवति? चकारस्य इत्संज्ञा केन सूत्रेण वदतु लता भगिनि? प्रश्नः कः भगिनि? निच् प्रत्यये चकारस्य इत्संज्ञा केन सूत्रेण? चकारस्य इत्संज्ञा हलन्त्यं वंशकिन्? नकारस्य? नकारस्य चुटु चुटु। तर्हि किम् अवशिष्यते? इ इति अवशिष्यते। अधुना अत्र अत्र धातुः किं? दा धातुः अत्र न अहं किम् उक्तवती, धातुः कः? अर्पीभिकं न न अहं किम् उक्तवती, धातुः कः? अर्प न ऋयोगः ऋप् योगः प योगः ऋप् योगः इ इति अवशिष्यते अधुना खलु. अधुना इ इति प्रत्ययः तत्र निच् इति प्रत्ययः कीदृशप्रत्ययः? निच् कृदन्तप्रत्ययः. कृदन्तप्रत्ययः अपि च तस्य नामकरणम् अस्ति खलु. न हा पुगन्तलघुपदस्य च इति सूत्रं कदा कार्यं करोति? उपधायां लघु इक् भवति चेत्. निमित्तं किं तत्र? निमित्तं सार्वधातुक अर्धातुक सार्वधातुकप्रत्ययः अर्धातुकप्रत्ययः. इदानीम् अस्माकं पुरतः कीदृशप्रत्ययः? लता भगिनी वदतु. अर्धदातुकप्रत्ययः. तर्हि अर्धदातुकप्रत्ययः अस्ति. तर्हि इदानीम् उपधायां कः वर्णः? आर्धधातुक उपधायां ऋकारः अस्ति. ऋकारः इक् वर्णः अस्ति वा? आम्. तर्हि गुणः भवति वा? गुणः यस् अर् अर् भवति. तर्हि इदानीम् अत्र धातुः किं भवति गुणकार्यं भूत्वा? ओके हा हा रुप् भवति अर्प. अर्प् योगः निच् इति अस्ति. अर्प् योगः इ. इदानीं योजयतु योजयतु किं भवति? अर्पि अर्पि हा अर्पि इति नूतनधातुः अस्ति अत्र अधुना. ओ हो हो हो रुप् धातु अर्पि भविष्यति. अर्पि इति नूतनधातुः अधुना अत्र अधुना अत्र अस्माकं लट् लकारस्य विवक्षा अस्ति प्रथमपुरुषे एकवचने. तर्हि तिङ् प्रत्ययः आगच्छति खलु. तिङ् प्रत्ययः आगच्छति शप् इति प्रत्ययः अपि आगच्छति. कर्तरि शप् इति शप् आगच्छति. अधुना अधुना अर्प् योगः अर्प् योगः शप् योगः इति किं भवति? अर्प्योगः शप् योगः अर्प अर्पयति अय अर्पयति कथं भवति अर्पयति इति वदतु. अर्पीयोगः अर्पीयोगः शप् किं भवति तत्र? अर्पीयोगः शप् इति अकारः भवति. शप् अकारः भवति. अर्पि ईतः ये अर्पे केन सूत्रेण गुणः? अर्पे अर्पीभिकं सर्पे ई अन्ते अस्ति. धातोः अन्ते इक् वर्णः अर्पि. केन सूत्रेण गुणः? केन सूत्रेण गुणः? गुणस्य कृते सूत्रद्वयमेव वर्तते. एकमस्ति सार्वधातुक अर्धधातुकयोः. अङ्गस्य अन्ते धातोः अन्ते इक् वर्णः अस्ति चेत् तस्य गुणः सार्वधातुक अर्धधातुकयोः इत्यनेन भवति. अतः अत्र किं भवति? अर्पि प्लस् अर्पे इति भवति. अनन्तरम् अर्पे प्लस् वन्स् अगेन् अर्पे प्लस् पि अर्पे प्लस् अ प्लस् पि. सो अर्पे प्लस् अ यान्तवान्तदेशसन्धि अवगतं टु मिनिट्स् ऐ हाव् टु लर्न् वन्स् अगेन्. अस्तु अस्तु इतः इतः अग्रे पुक् इति किम् इति वा भवती न पृच्छति इति चिन्तयामि. पुनः पुनः विस्मरणं भवति भगिनि. अहं मम ई पत्रे अपि उदाहरणं प्रेषितवती कथं करणीयम् इति. दृष्टवन्तः वा सर्वे? न भगिनि, ऐ एम् सारि, न दृष्टवती. गते सप्ताहे अपि प्रेषितवती, अत्र ध्वनिमुद्रणेन सह प्रेषितवती, उदाहरणं प्रेषितवती कथं करणीयम् इति प्रेषितवती. पश्यतु, कृपया पश्यन्तु. अपि च गृहपाठमपि दत्तवती. कोऽपि कृतवान् वा? कृतवती वा? अहं कृतवती वा? बहु सम्यक्. अतः अत्र यदा ईमेल् प्रेषयामि तर्हि कृपया पश्यन्तु अत्र गृहपाठं किमपि अस्ति वा इति पश्यन्तु. अस्तु अस्तु भगिनि. पुगागमस्य स्थाने यदि पुटागमः भवति चेत् किम् आगमः? कः आगमः? जस्ट् अजम्प्शन्. पुटागमः इति यदि भवति तर्हि प धातोः आदौ भवति. तदेव खलु सत्यं. हा, यदि अत्र दा इति धातुः अस्ति, यदि पुक् इति कित् कित् अस्ति चेत् अन्ते आगच्छति तर्हि दाप् इति भवति. यदि अत्र आगमः तित् अस्ति, पुट् इति आगमः अस्ति चेत् तत्र पकारः आदौ आगच्छति. अतः पकारस्य अनन्तरम् अकारः नास्ति, अतः उच्चारणार्थं क्लेशः. तर्हि पुद् इति, दा इति, तादृशं किमपि भवति. अस्तु अस्तु, गीताञ्जलि भगिनी वदतु. भगिनी, अत्र द्वयोः स्थानयोः गुणकार्य भवति. रुप् इति उपधायां गुणकार्यं भवति, अपि च अर्पि अपि गुणकार्यं भवति. किन्तु कथं जानीमः प्रथमसोपानं किं, द्वितीयसोपानं किम्? हा, अत्र यतोहि अस्माभिः निजन्तप्रसङ्गे न पठितम्, अतः एव इदानीं क्लेशः अस्ति. यदा कदापि निजन्तप्रसङ्गे पठामः तत्र जानीमः निच् प्रत्ययस्य योजनेन धातुः, नूतनधातुः सिद्ध्यति खलु. नूतनधातुः अस्ति इदानीं पुनः, यथा औपदेशिकधातुः यदा अत्र जि इति धातुः अस्ति चेत् जि इति धातुं स्वीकृत्य जीयोगः, शप् योगः, ति इति अस्ति चेत् वयं जानीमः जी इत्यस्य अन्ते इकारः अस्ति, अतः गुणकार्यं भवति. जे जयति इति रूपं भवति इति जानीमः खलु. एवमेव अत्रापि यद् निच् प्रत्ययस्य योजनेन नूतनधातुः निष्पद्यते. अतः इदानीम् अत्र पुनः अस्माकं क्रमः किम् इति चेत् धातुः अस्ति अर्पि इति धातुः. अर्पि इति धातुं स्वीकृत्य पुनः शप् योगः, ति इति योजयामः चेत् यथा जी योगः, शप् योगः, ति इति आसीत् तथैव अत्रापि. पुनः अत्र पश्यामः धातोः अन्ते इक्वर्णः अस्ति, अतः गुणकार्यं भवति इति जानीमः. अस्तु, सर्वत्र प्रत्ययस्य योजनेन नूतनधातुः निष्पद्यते इति नास्ति. अत्र निच् प्रत्ययस्य तादृशव्यवस्था अस्ति, यत्र द्वादशधातुप्रत्ययाः सन्ति व्याकरणे. संस्कृतभाषायां 12 धातुप्रत्ययाः सन्ति, यथा निच्, सन्, यङ्, क्यप्, क्यच्, क्यङ्ग् इति एतादृशप्रत्ययाः सन्ति. तेषां योजनेन एव नूतनधातुः निष्पद्यते, अन्यत्र कुत्रापि तथा नास्ति. तर्हि एते प्रत्ययाः धातुभ्यः विधीयन्ते चेत् तत्र नूतनधातुः निष्पद्यते. तादृशधातुः आतिदेशिकधातुः इति वदामः. औपदेशिकधातुः इति एकः धातुः. ये धातवः पाणिनीयधातुपाठे सन्ति, साक्षात् पाणिनीयधातुपाठे ये धातवः सन्ति, ते धातवः औपदेशिकधातवः, यतोहि उपदेश अवस्थायां सन्ति, उपदिष्टाः पाणिनिना उपदिष्टाः. अतः ते धातवः औपदेशिकधातवः. अपि च ये धातवः अस्माभिः निर्मीयन्ते अत्र प्रत्ययं योजयित्वा, धातुप्रत्ययं योजयित्वा ये धातवः अस्माभिः निर्मीयन्ते, ते नूतनधातवः. ते धातवः आतिदेशिकधातवः इति वदामः. अतः तेषां योगे अपि यदा लट्लकारस्य विवक्षा अस्ति तत्रापि शप् ति इति भवति, यथा अत्र भुवादिगणीयधातूनां कृते. स्पष्टं वा? अस्तु अस्तु भगिनि. यदा यदा यदा पुक् आगमः अस्ति चेत् तदनन्तरं तदेव प्रथमं गुणकार्यं भवति, गणेश प्रत्यय परे. हा निष्प्रत्ययपरे अपि अत्र अत्र अत्र कथं सोपानं कथम् इति चेत् प्रथमतया अहं वयं पश्य प्रत्ययं पश्यामः. तर्हि अस्माकं प्रथमं प्रश्नः प्रथमः प्रश्नः भवति प्रत्ययस्य स्वभावः कः इति प्रश्नः. तर्हि वयं पश्यामः निच् प्रत्ययं पश्यामः. निच् प्रत्ययं दृष्ट्वा वयं जानीमः यः प्रत्ययः तिङ् अपि नास्ति षित् अपि नास्ति अतः आर्धधातुकप्रत्ययः इति जानीमः. आर्धधातुकप्रत्ययः अस्ति चेत् गुणकार्यं सम्भवति इति जानीमः, यतोहि सूत्रद्वयम् अस्माभिः पठितं खलु. तर्हि गुणकार्यं सम्भवति, आर्धधातुकप्रत्ययः अस्ति. तर्हि अत्र पुनः पश्यामः अत्र कुत्रचित् इक् वर्णः अस्ति वा इति पश्यामः, धातोः अन्ते अस्ति वा नो चेत् उपादायाम् अस्ति वा इक् वर्णः इति पश्यामः. धातोः अन्ते इक् वर्णः अस्ति चेत् अस्तु, अत्र आर्धधातुकप्रत्ययः अस्ति, धातोः अन्ते इक् वर्णः अस्ति, लघु भवतु दीर्घः भवतु यत्किमपि भवतु सारधातुक आर्धधातुकयोः इत्यनेन गुणकार्यं भवति इति जानीमः खलु. यतोहि सारधातुक आर्धधातुकयोः इति सूत्रे अपि सारधातुकप्रत्ययः भवतु आर्धधातुकप्रत्ययः भवतु द्वयोः कृते अपि इक् वर्णस्य गुणः भवति धातोः अन्ते इति जानीमः. अतः तत् कार्यं भवति. इदानीं पुनः अत्र प्रत्ययः आर्धधातुकः अस्ति, अपि च इदानीं धातोः उपदायाम् इक् वर्णः अस्ति इति चिन्तयतु. तर्हि तादृश इक् वर्णः लघु अस्ति वा इति पश्यामः. लघु अस्ति चेत् पुनः गुणकार्यं भवति पुगन्तलघुपदस्य च इत्यनेन. तावदेव अत्र प्रत्ययस्य स्वभावः कः इति पश्यामः, अपि च धातौ कुत्र इक् वर्णः अस्ति इति पश्यामः. तावदेव. स्पष्टं वा? अस्तु, किञ्चित् स्पष्टं भगिनि. अत्र रुप् इत्यस्य गुणकार्यं भवति, किन्तु कथं जानीमः रु इति उपधा लघु नास्ति अत्र. रुप् ऋकारः लघु नास्ति वा? ऋकारः दीर्घः अस्ति वा? न, दीर्घः नास्ति, किन्तु अस्तु ओके लघु हा. ऋकारस्य वर्णद्वयम् अस्ति खलु, ऋ इति अपि अस्ति खलु, दीर्घ ऋकारः अपि अस्ति खलु. अत्र ह्रस्व ऋकारः ह्रस्व भवेत् इति किमपि निमित्तं नास्ति खलु. हा, अत्र निमित्तं नास्ति, परन्तु अत्र ह्रस्वः भवतु दीर्घः भवतु यत्किमपि भवतु तत्र तत्र गुणकार्यं भवति. अत्र पुगन्तम् अङ्गम् अस्ति, यत् अत्र ह्रीप् इति अस्ति खलु, अत्र ह्री इति धातुः अस्ति. ह्री इति धातुतः पुक् आगमः भवति चेत् अत्र ह्रीप् इति भवति खलु भगिनी, अत्र गीताञ्जलिभगिनी ह्रीप् इति भवति. तत्र उपादायां लघु इक् वर्णः नास्ति, तथापि गुणकार्यं भवति. यत्र पुगन्तम् अङ्गम् अस्ति तत्र उपादायां लघु इक् वर्णः एव भवेत् इति नियमः नास्ति. तत्र दीर्घ इक् वर्णः अस्ति चेदपि गुणकार्यं भवति. अतः एव अत्र ह्रीप् इत्यस्य ह्रेप् इति गुणकार्यं भूत्वा ह्रेप् ह्रेप् योगः शप् योगः ति ह्रेपयति इति रूपम्. अस्तु, आं भगिनि, स्पष्टं भगिनि. हा, इत्युक्ते तत्र सर्वत्र अत्र पुगन्तम् अङ्गम् इति सम्यक्तया न अवगतं चेदपि चिन्ता नास्ति, यतोहि निजन्तप्रसङ्गे तत् सर्वं पुनः पठिष्यामः. परन्तु अस्माकम् अत्र मूलविषयः कः, अत्र अङ्गस्य लघुपदस्य इकः गुणः सारधातुक अर्धधातुकयोः, तद् अवगतं वा भगिनि? तदेव अत्र मूलविषयः अस्ति. तदवगतं चेत् तत्र अधुना अभ्यासं कुर्मः, तदनन्तरं पुगन्तम् इत्यस्य विषये पुनः चिन्तनं कुर्मः, अत्र अभ्यासं कुर्मः. अस्तु अस्तु, अत्र वेङ्कटरामन् महोदय कृपया. हा, प्रश्नः वा विनय महोदय? भगिनि, प्रश्न अहं द्वे धातोः सम्बन्धे प्रश्न अस्ति. क्नुयि क्षमायि, क्नुयि क्षमायि धातव अपि पुगन्त सूत्रेण आधारेण यु नो पुक् आगम तर्हि णिच् आगम इत्यादि, परन्तु य यकारः कथं अपगमति शब्दः अहं न जानामि. अत्र अत्र इतोपि सूत्रमस्ति महोदय, अत्र अत्र क्लेशः अस्ति, अतः एव तत्रस्मिन् विषये न वदामि, यतोहि तत्र यकारः गच्छति, तत्र अन्यत् सूत्रमस्ति, तेन यकारः गच्छति, अतः इदानीं चिन्ता मास्तु. पुनः प्रश्नः वदतु, प्रश्नं वदतु. स्नूयि इत्यस्य पुगागमः भवति तत्र यकारः कथं गच्छति इति प्रश्नः. यकारः तत्र न तिष्ठति खलु, अतः तत्र न्यूयि इत्यस्मिन् विषये प्रश्नः अस्ति. तत्र क्लेशः अस्ति इदानीं मास्तु, तर्हि अत्र अभ्यासं कुर्मः. भगिनी अर्ति इति प्रतिनिधि अस्ति किं ऋकारस्य? कथं तत्? हा हा तत्र हा अत्र अत्र यद्यपि तत्र क्रीप् इत्यस्मिन् दीर्घ इकारः अस्ति चेदपि गुणः भवति, परन्तु अर्ति इत्यस्मिन् विषये तत्र ह्रस्व इकारः एव, यतोहि तत्र अर्त् इति दत्तमस्ति खलु. तत्र तपरकरणम् इति विषयः अस्माभिः न पठितः, अतः तत्र अर्ति इत्यनेन केवलं ह्रस्व इकारस्य एव ग्रहणम्. अस्तु, दीर्घ ऋकारस्य ग्रहणं नास्ति, अतः केवलं ह्रस्व ऋकारः एव. अस्तु अस्तु अस्तु, अधुना अभ्यासं कुर्मः. प्रथम अस्माकं प्रथमविषयः सम्यक्तया अवगमनीयः. प्रथमविषयः कः? अङ्गस्य लघुपदस्य इकः गुणः सर्वधातुकारधातुकयोः. तस्मिन् विषये चिन्तनं कुर्मः. पुगागमः इदानीं त्यजतु. अस्तु अस्तु, वेङ्कटरामन् महोदय. आं भगिनि, कस्मात् आरम्भं करोमि? अत्र द्वादिगणे अन्यानि उदाहरणानि इति अस्ति खलु, उदाहरणानि पुगन्धलघु लघुपदस्य च. हा, शुच् इति दातुं स्वीकृत्य वदतु. शुच् तस्य प्रक्रिया एवं भवति. शुच् चकारस्य इक् इक् संज्ञा भवति हलन्त्यम् इति सूत्रेण. न महोदय, अत्र शुच् इति एव लौकिकधातुः. अत्र शुच् इति एव लौकिकधातुः, इत्संज्ञा वर्णस्य लोपानन्तरमेव उक्तम्. वस्तुतः अत्र शुच इति अस्ति, अन्ते अकारः अस्ति, तस्य इत्संज्ञा भवति केन सूत्रेण? मूलधातुः शुच् करपत्रे अस्ति भगिनि, अत्र उपरि अस्ति भुवादिगणे अन्यानि उदाहरणानि सुगन्तलघुपदस्य च. शुच् शोचति इति अस्ति खलु तत्र, न न उपरि उपरि पश्यतु भगिनि, उपरि पश्यतु. अत्र पश्यतु, तत्र पश्यतु, उपरि पश्यतु. हा महोदय वदतु. शुच् इति लौकिकधातोः मध्ये उकारः पूर्व उकारः लघु लघु उपदा अस्ति. महोदय एकक्षणं महोदय, क्षम्यताम्. अत्र धातुः शुच इति अस्ति, तत्र शुच इतितः शुच् इति कथं भवति इति एकवारं वदतु. अन्ते अनुनासिक अकारः अपि अस्ति धातोः अन्ते. ओ औपदेशिकव्यवस्थायां यदा अनु यदा उपदेशे जनुनासिक इत् तेन सूत्रेण अनुनासिक अकारः अपगच्छति, अतः शुच् एव निष्पन्नं भवति. अनन्तरं शुच् तत्र लघु उपदा अस्ति, उकारः लघु उपदा अस्ति, अतः परे शप् प्रत्ययः परे शप् इति अस्ति, शप् इति अस्ति तिङ्क्षित् सार्वधातुकं तेन सूत्रेण अपि तत्र गुणकार्यं भवति. शुच् न तिङ्क्षित् सार्वधातुकम् इत्यनेन गुणकार्यम् इति नास्ति खलु. शप् इति प्रत्ययः कीदृशप्रत्ययः? षित् अस्ति, षित् अस्ति तिङ्क्षित् शार्वधातुकम् इत्यनेन गुणकार्यं गुणकार्यं भवति. अनन्तरं एकक्षणं, तिङ्क्षित् सार्वधातुकम् इति सूत्रेण किं भवति? एकक्षणम्, अत्र तिङ्क्षित् सार्वधातुकम् इत्यनेन प्रत्ययस्य संज्ञा भवति खलु, सार्वधातुकसंज्ञा भवति. सार्वधातुकसंज्ञा भवति. अधुना शप्रत्ययः सार्वधातुकः अस्ति. एवं वा? अत्र शुच् इति धातुः कुत्र अस्ति? इक्वर्णः उपधायाम् अस्ति खलु. उगन्धलघुपदस्य च इत्यनेन सूत्रेण एव गुणकार्यं भवति तत्र. सत्यम्. उकारः उकारः उकारः लघुपदः लघुपदः अथवा अतः तत्र गुणकार्यं भवति. उकारस्य स्थाने ओकारः आगच्छति, शोच् इति भवति. शोच् योगः अयोगः ति शोचति इति रूपम्. सत्यं सत्यं, समीचीनं समीचीनं. भगिनि अत्र अनुवृत्ति सूत्रं डू वी हैव टू से लघुपदस्याङ्गस्य एकः गुणः? न न न न न न, तत्सर्वम् आवश्यकं न, तत्सर्वम् आवश्यकं. अवगम्यते चेत् पर्याप्तं. पुनः पश्यतु, अत्र शुच् इति धातु, शुचा इति धातुः अस्ति. महोदय कृपया म्यूट् करोतु. संहिता भगिनी किञ्चित् विस्मृतवान् अहम्, एकवारं पुनः सम्यक्तया आगच्छामि. न न, चिन्ता नास्ति, चिन्ता नास्ति, चिन्ता, सम्यक् एव उक्तवान्, चिन्ता नास्ति. अत्र शुचा इति धातुः अस्ति, शुचा इति धातुः अस्ति, तत्र अन्ते अकारः उपदेशे. महोदय महोदय कृपया किञ्चित् म्यूट् करोतु. अस्तु, अत्र शुच इति धातुः अस्ति, अन्ते अन्ते अकारः अस्ति. कीदृश अकारः इति चेत् अनुनासिक अकारः अस्ति, अनुनासिक अकारः अस्ति. अतः उपदेशे जनुनासिक इत् इत्यनेन अकारस्य लोपः भवति. तर्हि अधुना धातुः अस्ति शुच्. शुच् इति धातुः भुवादिगणे अस्ति, अतः अत्र शप् इति प्रत्ययः आगच्छति. अत्र लट्लकारस्य विवक्षायां प्रथमपुरुषे एकवचने ति इति प्रत्ययः, शप् इति शुच् इति धातुतः ति इति प्रत्ययः विधीयते. तर्हि मध्ये शप् इति विकरणप्रत्ययः भवति. कर्तरी शप् इति सूत्रेण मध्ये शप् इति विकरणप्रत्ययः भवति. अधुना अस्माकं पुरतः प्रक्रियार्थं शुच् धातुतः शप् प्रत्ययः, तदनन्तरं तिङ् प्रत्ययः अस्ति. तर्हि इदानीं क्रमेण चिन्तनीयं भवति. अस्माकं प्रथमं कार्यमस्ति इत्संज्ञकवर्णानां लोपः. शुच् धातोः यः इत्संज्ञकवर्णः आसीत् तस्य लोपः जातः. अधुना शप् प्रत्यये अपि इत्संज्ञकवर्णाः सन्ति, इत्संज्ञकवर्णौ स्तः. तर्हि तत्र शप् इति प्रत्यये शकारस्य इत्संज्ञा अस्ति, लशक्व तदिते इति सूत्रेण खलु. अपि च पकारस्य इत्संज्ञा अस्ति हलन्त्यम् इति सूत्रेण, अतः अकारः अवशिष्यते. तर्हि शुच् योगः अ इति अस्ति. तदनन्तरम् अत्र तिप् इति प्रत्ययः, तत्रापि तिङ् प्रत्ययः अस्ति, तत्र पकारस्य इत्संज्ञा अस्ति हलन्त्यम् इति. तर्हि ति इति अवशिष्यते. अधुना अस्माकं पुरतः इत्संज्ञकवर्णानां लोपानन्तरं शुच् योगः अयोगः ति इति अस्ति. तर्हि अधुना शुच् इति धातुतः साक्षात् अ इति प्रत्ययः अस्ति, शप् इति प्रत्ययः अस्ति. तर्हि प्रथमम् अत्र चिन्तनीयम्, अत्र प्रत्ययः कीदृशः, तस्य स्वभावः कः इति अस्माकं प्रथमः प्रश्नः. अस्तु, धातुतः प्रत्ययः अस्ति, सः प्रत्ययः कः, कीदृशः, तस्य स्वभावः कः इति चिन्तयामः चेत् अधुना वयं जानीमः सः प्रत्ययः षित् अस्ति, यतोहि तत्र शकारस्य इत्संज्ञा अस्ति. शप् इति आसीत् मूले, तस्य इत्संज्ञकवर्णानां लोपानन्तरम् अकारः अवशिष्यते. तर्हि प्रत्ययः षित् अस्ति. षित् अस्ति चेत् वयं जानीमः तिङ्क्षित् सार्वधातुकम् इति सूत्रेण यः प्रत्ययः षित् अस्ति सः प्रत्ययः सार्वधातुकसंज्ञकः. अधुना अत्र अ इति प्रत्ययः सार्वधातुकः अस्ति. अस्तु, सार्वधातुकः अस्ति चेत् वयं जानीमः सार्वधातुकप्रत्ययः अस्ति चेत् गुणकार्यं भवति इति जानीमः. अस्तु, अत्र शुच् इति धातुः पश्यामः चेत् शुच् इति धातोः अस्माकं प्रश्नः अस्ति, इक् वर्णः अस्ति वा इति प्रश्नः. शुच् इति धातोः अन्ते इक्वर्णः अस्ति वा? न, धातोः अन्ते इक्वर्णः अस्ति चेत् एव सार्वधातुक अर्धातुकयोः इत्यस्य प्रसक्तिः. अत्र धातोः अन्ते नास्ति, अतः सार्वधातुक अर्धातुकयोः इति सूत्रस्य प्रसक्तिः एव नास्ति, अप्लिकेशन् एव नास्ति. तर्हि अत्र पुनः पश्यामः उपदायां कः वर्णः अस्ति इत्युक्ते अत्र उपदायां कः वर्णः अस्ति? लघु उकारः. हा, लघु उकारः अस्ति, अस्व उकारः अस्ति. हा, लघु उकारः अस्ति इति कृत्वा अधुना वयं जानीमः अस्तु अत्र लघु उकारः अस्ति, अतः अत्र शुच् इति धातोः अनन्तरं सारधातुकप्रत्ययः अस्ति, अपि च धातौ लघु उकारः अस्ति, अतः पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति, अत्र कार्यं भवितुम् अर्हति इति जानीमः. अतः अत्र पुगन्तलघुपदस्य च इति सूत्रेण गुणकार्यं भवति. शुच् इत्यस्य उकारस्य गुणः भूत्वा शोच् इति भवति, शोच् योगः अ. अधुना शोच् योगः अ, अत्र अन्यत् किमपि नास्ति, योजनीयं शोच इति भवति, शोच् योगः अ, शोच, शोच योगः ति. अधुना पुनः चिन्तनीयम् अत्र पुनः गुणस्य प्रसक्तिः अस्ति वा, पुनः चिन्तनीयम् अत्र तिप् इति प्रत्ययः तस्य स्वभावः कः इति चेत् तिप् प्रत्ययः तिञ्च सार्वधातुकम् इति सूत्रेण ति इति प्रत्ययः सार्वधातुकः अस्ति, सार्वधातुकः अस्ति चेत् पुनः चिन्तनीयम् ओ अस्तु अत्र सार्वधातुकप्रत्ययः अस्ति, गुणकार्यं भवति वा इति चिन्तनीयं. तर्हि शुच शोच शोच इति अस्ति, शोच इति धातुः, शोच इति अङ्गमस्ति, शोच इति अङ्गे अत्र कुत्रचित् इक्वर्णः अस्ति वा इति चेत् धातोः अन्ते अपि इक्वर्णः नास्ति, उपधायामपि इक्वर्णः नास्ति, उपधायाम् ओकारः अस्ति, इक्वर्णः नास्ति, अतः अत्र गुणकार्यं न सम्भवति. अत्र ति इति प्रत्ययं निमित्तीकृत्य गुणकार्यं न सम्भवति, अतः केवलं योजनं शोचति इति रूपम्. अवगतं वा? उपधायां चकारः अस्ति भगिनि. हा, उपधायां चकारः अस्ति, अतः गुणकार्यं न सम्भवति, न तु ओकारः. सत्यम्, उपधायां रामनाथन् महोदय वदतु. एकवारं गुणः कार्यम् अस्ति चेत् पुनः अपि गुणकार्यं भवितुम् अर्हति वा? गुणकार्यं भिन्नस्थले भवितुम् अर्हति, तस्मिन्नेव स्थले नास्ति, भिन्नस्थले भवितुम् अर्हति, तस्मिन्नेव स्थले एकवारं जातं चेत् तत्र इक्वर्णः न भवति खलु? भवती विस्तारणं सम्यक् अस्ति. अवगतं खलु? शुच् इति दातौ उपदायां इक्वर्णः लघुपदस्य इट् इस् देर् तत्र पुगन्त प्रसक्तिः नास्ति किल? पुगन्तं नास्ति भगिनि, पुगन्तं केवलं षण्णां धातूनां कृते एव उक्तवती खलु. बट् इदानीमेव भवती मेन्शन् पुगन्त कुत्र? लघुपदस्य च सूत्रं पुगन्तलघुपदस्य च इति सूत्रमस्ति, सूत्रस्य उच्चारणं कृतवती. ओ, सूत्रं कम्प्लीट्लि वी हव् टु से इज़ इट्? भवत्याः नाम लता अस्ति, अहं केवलं ला इति आह्वयामि आह्वयामि वा? फुल् सूत्रं सम्पूर्णसूत्रं वयं मेन्शन् करणीयं तेन सूत्रेण एव भवति, नो चेत् अत्र किं वक्तुमिच्छति, उपदस्य च इति वक्तुमिच्छति, तथा नास्ति, न तथा नास्ति, अत्र सम्पूर्णतया वक्तव्यं, पुगन्तलघुपदस्य च इति सूत्रेण कार्यं भवति इति वदामः. अस्तु अस्तु अस्तु, अत्र रामनाथन् महोदय अग्रे अत्र कृष् इति दातुं स्वीकृत्य वदति वा? भगिनि यदि भगिनि यदि एकक्षणं महोदय वदतु भगिनि, यदि अत्र शुच् शोच् इति धातु यदि वयं णिच् प्रत्यय अपि योजयामः अस्ति चेत् तदनन्तरं सोपाने कथम् अस्ति? भवती एव वदतु, अत्र अत्र इदानीम् अस्माकं प्रसङ्गः नास्ति, णिच् प्रत्ययः इति प्रसङ्गः नास्ति, तत्र शुच् योगः णिच् इति अस्ति चेत् किं भवति? शुच् योगः णिच् इत्युक्ते शुच् शुचि न क्रमेण चिन्तयतु, शुच् योगः णिच् णिच् प्रत्यये इत्संज्ञकवर्णाः तस्य तेषां लोपानन्तरं किं भवति? णिच् प्रत्यये अपि इत्संज्ञकवर्ण वर्णौ स्तः खलु? णिच् प्रत्यय णकार णित् अस्ति, चकारचित् अस्ति, अवशिष्यते. तर्हि शुच् योगः इ, तर्हि शुच् योगः इ, तदनन्तरं शुचि न इ इति प्रत्ययः कीदृशः? प्रथमं चिन्तनीयं प्रत्ययस्य स्वभावः कः. अस्तु, इ स्वभावः न जानामि. न, भवती जानाति एव अत्र प्रत्ययः तिंशित् अस्ति वा न वा इति चिन्तनीयम्. तिंशित् अस्ति, हा, तर्हि तिंशित् नास्ति चेत्, नास्ति चेत् आर्धधातुकयोः, हा, आर्धधातुकप्रत्ययः, तस्य आर्धधातुकसंज्ञा अस्ति. आर्धधातुकसंज्ञा अस्ति चेत् इदानीं धातुः कीदृशः? गुणकार्यं भवति, हा, भवति न वा इति द्रष्टव्यम्. अत्र शुच् धातौ इकवर्णः अस्ति वा? शुच् धातौ न, किन्तु उपधा उकार अस्ति. उपधा उकारः अस्ति, अतः पुगन्तलघुपदस्य च इति सूत्रं कार्यं करोति. तदनन्तरं शोच् योगः इति भवति. तदनन्तरं शोचि शोचि, तदनन्तरं यदि शोचि इति नूतनधातुः, भवती इदानीं नूतनधातुं निर्मितवती. नूतनधातु, अस्तु अस्तु भगिनि, अस्तु, बहु सम्यक्. अधुना भवती नूतनधातुं नूतनधातोः निष्पादनं कृतवती. अस्तु, शोचि इति धातुः निजं. एकक्षणम् गीताञ्जलि भगिनी, अत्र शोचि इति धातुः अधुना अवगतं खलु? शोचि इति अहम् अवगतं. तदनन्तरं शोचि योगः तिङ् मध्ये शप् आगच्छति, मध्ये शप् आगच्छति. तदनन्तरं शित् अपि च पित् अस्ति चेत् अकार अवशिष्यते. तदनन्तरं शोचि योगः अकार अकार न शोचि योगः अकारः एव अकार एव अस्तु. तदनन्तरम् इ योगः अ, अत्र यण् सन्धि भवति. न न न न, तस्मात् पूर्वम् अत्र गुणकार्यं भवति वा इति. ओ ओ, अस्तु अस्तु, धन्यवादः. पुनः गुणकार्यं भवति केन सूत्रेण? अत्र सार्वधातुकार्धधातुकयोः. किमर्थम्? अत्र इक् अन्ते अस्ति, धातोः अन्ते इक् प्रत्ययः अस्ति, इक् वर्णः, इक् वर्ण, क्षम्यताम्, इक् वर्णः अस्ति. तदनन्तरं गुणकार्यं भवति. किं भवति? ए भवति. सम्यक्. शोचे, तदनन्तरं शोचे योगः अ इति अस्ति. योग अ, योगः अ, शप् शपात् शप् प्रत्ययात् आगच्छति. प्रतिनिधि, धन्यवादः भगिनि. शोचे योगः अ, तदनन्तरं ए योगः अ, अत्र एय एचोयवाया वः सूत्रेण ऐ ऐ शो शोचै, अत्र योगः तिङन्त प्रत्यय तिङन्त अत्र ङित् अपि हलन्त्यं सूत्रेण अपि च ति अवशिष्यते आहत्य शोचयति इति उत्पन्नं भवति. सम्यक् सम्यक् तथैव सत्यं तथैव अवगतं खलु? अधुना अवगतं, धन्यवादः भगिनी. अस्तु सम्यक्. अस्तु रामनाथन् महोदय अग्रे. कृष् इति धातुः प्रश्नः अस्ति वा? अन्य प्रश्नः सुच् धातु अस्ति चेत् निच् निजन्तं वा भवति प्रथमं वा पुगन्तलघुमतस्य सूत्रं निच् निच् प्रत्ययं त्यजतु. निच् इति अस्माकं विषयः नास्ति. निच् प्रत्ययः अत्र केवलं भगिन्याः अवगमनार्थम् उक्तवती. अत्र निच् इति त्यजतु, अस्माकं विषयः निच् नास्ति. अत्र अस्माकं तदेव इदानीम् अस्माकं चिन्तितं खलु. निच् भवति चेत् शोचयति इति रूपं निष्पन्नं भवति इति चिन्तितं खलु अधुना? तस्मात् निजन्तं भवति, तदनन्तरं पुगन्तं भवति. एकक्षणम्. शुच्योगः णिच् इति अस्ति चेत् अत्र पुगन्तलघुपदस्य च इति सूत्रस्य कार्यमस्ति. पुगन्तं किमपि नास्ति, पुगन्तं न भवति अत्र. शुच् लघुपदस्य एकः एव. पुगन्तम् इति बहु बहु सीमितम् अस्ति, केवलं षण्णां धातूनाम् अकारान्तधातूनाम् एव. अतः शुच् सूत्रं भ्रमः करोति. न अतः अत्र पुगन्तं त्यजतु, सर्वे त्यजन्तु पुगन्तम्. इदानीम् अस्माकं विषयः नास्ति. अत्र लघुपदस्य इकः गुणः इति एव विषयः अस्माकं पुरतः. नो चेत् तत्र एतत् करपत्रं कदापि समापयितुं न शक्नुमः. अस्तु, अत्र कृष् इति धातुः, अत्र रामनाथन् महोदय वदतु. कृष् इति धातुः इक्वर्णः इगन्त धातुः नास्ति, परन्तु लघुपद अस्ति. लघुपद अस्ति चेत् पुगन्तलघुपदस्य इति क्रमेण वदतु. कृष्योगः शप् योगः ति. कृष्योगः शप् योगः टिप्. शप् इति सार्वधातुकप्रत्ययः, सार्वधातुकसंज्ञा अस्ति. शप् इति प्रत्ययस्य अकारमेव निरनुबन्धरूपम्. कृष् इति धातुः इगन्तधातुः नास्ति, परन्तु लघुपदा अस्ति. पुगन्तलघुपदस्य इति सूत्रस्य प्रसक्तिः अस्ति. कृ ऋकारम् अर् इति भवति. कृष् कष् इति भवति. कष् योगः अकारः, योगः तिप्. अलन्तिम् इति सूत्रेण पकारः अवशिष्यते. अवशिष्यते अवशिष्यते. कष् योगः आ योगः ति कर्षति इति अन्तिमरूपं कर्षति इति रूपम्. अस्तु, अत्र शोभा भगिनी अवगतं वा? पूर्णतया न भगिनी, ऐ मिस्ड् अ लॉट् आफ् क्लासेस्, ऐ एम् ट्रैङ्ग् टु क्याच् अप्. अत्र किञ्चित् अवगतं वा गुणकार्यं कथं भवति इति? गुणकार्यं अवगतं भगिनी. तर्हि कृष् इति अस्य गुणकार्यं भवति चेत् किं भवति? एकवारं न, एकक्षणं महोदय. अत्र कृष् इति धातुः अस्ति चेत् अत्र गुणकार्यं भवति चेत् किं भवति? गुणकार्यं भवति चेत् ऋकारस्य अर् इति भवति. तदेव कर्षति इति टिप् अन्ते अस्ति चेत् कर्षति इति भवति. सत्यं सत्यं. कृष्योगः टिप् प्रत्ययः, ऋकारस्य गुणकार्य भूत्वा कर्ष् योगः ति तिप्पत पक् मध्ये मध्ये शप् अपि अस्ति भगिनि. शप् षित् भूत्वा पकारस्य शकारस्य लोपः भूत्वा आ एव तिष्ठति. अधुना कर्ष् योगः आ योगः तिप् तिप् अपि पकारस्य लोपः भवति हलन्त्यम् इत्यनेन. तत्र कर्षति इति अन्तिमरूपं निष्पन्नः. केन सूत्रेण गुणः? तत्र यण् सन्धिः न गुणः इति उक्तवती खलु ऋकारस्य गुणः. केन सूत्रेण गुणः तत्र एव तत्र सार्वधातुक अर्धधातुकयोः सार्वधातुक अर्धधातुकयोः इति इदानीम् अत्र कर्षि इति अस्ति चेत् तत्र सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः भवति धातोः अन्ते इकारः इगन्त अस्ति चेत् अस्तु अस्तु अधुना अत्र उपधायाम् इक् अस्ति खलु उपधायाम् उकारः अस्ति ऋकारः क्षम्यताम् उकारः उपधायम् अस्ति चेत् पुगन्तलघुपदस्य च न न इक् उपधायम् इक् वर्णः इक् प्रत्याहारे के के वर्णाः इक् क्षम्यताम् इक् इ उ तत्र अपि अस्ति खलु दीर्घ ऋ अपि अस्ति तत्र तथा इक् वर्ण अस्ति उपधायाम् उपधायाम् इकः उपधायाम् इकः तत्र पुगन्तलघुपदस्य च इत्यनेन एव न भगिनि सत्यं पुगन्तलघुपदस्य उपधायां लघु इक् वर्णः अस्ति खलु तत्र यदि अन्ते इक् वर्णः अथवा उपधायां लघु अन्ते इक् वर्णः अस्ति चेत् सार्वधातुक अर्धधातुकयोः इत्यनेन उपधायां इक् वर्णः लघु इक् वर्णः अस्ति चेत् पुगन्तलघुपदस्य च इति सूत्रेण अस्तु अस्तु अस्तु अधुना अतः पुगन्तलघुपदस्य च इति सूत्रेण तत्र गुणः भवति तर्हि कर्षति इति रूपं कर्षति इति अन्तिमरूपं हा बहु समीचीनं भगिनि सम्यक्तया अवगतमेव भवति तर्हि अत्र एकवारं वदामि एकक्षणं महोदय एकवारं वदामि अत्र कृष् इति धातुः कृष् इति धातुः भुवादिगणे अस्ति इदानीम् अस्माकं वयं लट्लकारस्य रूपं साधयितुम् इच्छामः अतः ति इति प्रत्ययः आगच्छति कृष्योगः ति अधुना भुवादिगणीयधातुः इति कृत्वा मध्ये शप् इति विकरणप्रत्ययः आगच्छति तर्हि कृष्योगः शप् योगः ति भुवादिगणे गुणकार्यं सम्भवति भुवादिगणे गुणकार्यं सम्भवति यतोहि शप् प्रत्ययः पित् अपि अस्ति षित् अपि अस्ति अत्र प्रत्ययः षित् शप् इति प्रत्ययः षित् अस्ति इति कृत्वा सार्वधातुकप्रत्ययः अस्ति यत्र कुत्रापि सार्वधातुकप्रत्ययः अस्ति चेत् अस्माकं प्रथमं चिन्तनं गुणकार्यं भवति वा इति चिन्तनीयम् इगन्तम् अङ्गम् इगन्तधातुः अस्ति चेत् गुणकार्यं भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण उपधायां लघु इक् वर्णः अस्ति चेत् गुणः भवति पुगन्तलघुपदस्य च इति सूत्रेण तर्हि सूत्रद्वयमेव अस्माकं पुरतः अधुना कृष्योगः अ शप् इत्यस्य इत्संज्ञकवर्णानां लोपानन्तरम् अ इति अवशिष्यते कृष्योगः अ इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति यतोहि तिङ्क्षित् सार्वधातुकम् इत्यनेन अतः अधुना अत्र कृष् इति धातौ उपधायां ऋकारः अस्ति उपधावर्णः ऋकारः तर्हि ऋकारः लघु इक् वर्णः अस्ति इक् प्रत्याहारे अस्ति लघुवर्णः अस्ति अतः तस्य गुणः भवति अतः ऋकारस्य गुणः अर् इति भवति तर्हि कर्ष इति रूपं कर्षयोगः अयोगः ति कर्षयोगः ति कर्षति इति रूपं स्पष्टं वा आम् आम् रामनाथन् महोदय पृच्छतु कोऽपि प्रत्ययः सार्वधातुकं वा आर्धधातुकं वा एव सूत्रं कन्ते ओन्लि इगन्तं लघु इपदा उपदा वै सार्वधातुक आर्वधातुक योग एस्कम् न तथा नास्ति भवान् वदतु कस्य सार्वधातुकसंज्ञा अस्ति कस्य सार्वधातुकसंज्ञा भवति प्रत्ययस्य खलु आम् प्रत्ययं रूपद्वयमेव सार्वधातुकं वा आर्वधातुकं वा एव सार्वधातुक आर्वधातुकयोगो इस् एलिजिबल् फार् एनिवन् न एकक्षणम् एकक्षणम् प्रत्ययः सार्वधातुक आर्धधातुकः एव इति सम्यक् एव अत्र कीदृशप्रत्ययः सार्वधातुकप्रत्ययः अत्र मुख्यविषयः अस्ति कीदृशप्रत्ययः सार्वधातुकसंज्ञकः तिङ्क्षित् इति अस्ति इति अस्ति परन्तु तादृशप्रत्ययः अत्र प्रातिपदिकात् यः प्रत्ययः विद्यते षित् अस्ति चेत् तस्य सार्वधातुकसंज्ञा भवति वा तिङ्क्षित् सार्वधातुकमेव न इदानीम् अत्र वन इति प्रातिपदिकम् अस्ति, वनयोगः शी, वनयोगः शी इति प्रत्ययः, तत्र शी प्रत्ययः षित् अस्ति, अतः अत्र शी प्रत्ययः सार्वधातुकः वा न जानामि, न वदतु, भवान् जानाति एव वदतु, सुप्रत्ययः अस्ति, सुप्रत्ययः अस्ति, तस्य सार्वधातुकसंज्ञा अस्ति वा इति प्रश्नः, तिंशित् सार्वधातुकम् इति नास्ति चेत् किमर्थं नास्ति, किमर्थं नास्ति, सुप्पदम् अन्यपदम् अस्ति, तिङ्पदम् अन्यपदम् अस्ति, सुमन् भगिनी वदतु, किं सुमन् भगिनी वदतु, सार्वधातुके हा तत् सर्वं समीचीनं भगिनी, अत्र मूलविषयः न, सुमन् भगिनी वदतु, अत्र वनयोगः षी इति अस्ति, षी प्रत्ययः षित् अस्ति, तस्य सार्वधातुकसंज्ञा अस्ति वा इति प्रश्नः, सुमन् भगिनी अस्ति वा, नास्ति भगिनी, सुमन् भगिनी नास्ति वा, गतवती वा, अस्तु, मीना भगिनी वदतु, मीना भगिनी अस्ति वा, ओ सुबन्धप्रत्ययं नास्ति चेत् युतः नास्ति वा, न अस्तु, अत्र अत्र कः वदति, अत्र सुमन् भगिनी आगतवती, भगिनी वदतु, सुमन् भगिनी, एतत् धातोः कृते एव, बहु समीचीनम्, इत्युक्ते धातुभ्यः, एतदेव मूलविषयः अस्ति, पूर्वमपि अस्माभिः चर्चितमासीत्, धातुभ्यः विधीयमानः प्रत्ययः तिङ् अथवा षित् अस्ति चेत् सार्वधातुकसंज्ञकः, धातुभ्यः विधीयमानः प्रत्ययः यः प्रत्ययः तिङ् अपि नास्ति षित् अपि नास्ति तादृशप्रत्ययः एव आर्धधातुकः, अतः अत्र वन इति प्रातिपदिकात् षित् प्रत्ययः अस्ति चेत् तस्य सार्वधातुकसंज्ञा न भवति, ओ हो हो अस्तु, वन इस् नाट् अ धातु, हा वन इति प्रातिपदिकम् अस्ति, प्रातिपदिकात् विद्यमानः प्रत्ययः यद्यपि षित् अस्ति तथापि तस्य सार्वधातुकसंज्ञा न भवति, अवगतम्, अस्तु अस्तु, तर्हि अग्रे अत्र मीना भगिनी वदतु, अत्र कृष् इति धातोः प्रक्रिया वदतु, कृष् इति धातोः प्रक्रिया वदतु, प्रक्रियां वदतु, प्रक्रिया दत्तम् किं कृष् इति दातुं कृतम् अथवा कृतं कृष् इति नास्ति अत्र कृष् अग्रिमधातुः कृष् पत्रे नास्ति कृष् इति अस्ति खलु तृतीयः धातुः कृष् रुक् क्षुब् क्षुब् तत्र तदेव अस्ति कृष् कृष् कृष् एव वा कृष् एव कृष् वदतु कृष् कुष् नास्ति भगिनि कृष् इति अस्ति खलु रेपः अपि अस्ति खलु तत्र न पश्यति वा कृष् क्रोशति इति रूपं तस्य प्रक्रिया वदतु क्रोशति क्रोशति रोदति कृष् इति दातु कृष् योगः शप् तत्र गुणकार्यं गुणकार्ये सूत्रद्वयमेव अस्ति सार्धात्मकयो अपि पुगन्तलघुपदस्य अत्र इगन्तं नास्ति तस्मात् पुगन्तलघुपदस्य सूत्रं भवति अत्र कृष् कृष् इति कृष् अ ति इति स्थिते कश् अ इति योगः अ योगः ति भवति कश् योगः कृष् इत्यस्य गुणः किं भवति गुणः पुगन्तलघु उपदालघुपदस्य इति कारणेन कृष् इत्यस्य गुणः किं भवति उपदा लघुपदस्य भगिनि तस्य गुणकार्यं भूत्वा किं भवति क्रोश् भवति उकारस्य ओकारः भवति, हा उकारस्य ओकारः भवति, अतः क्रोशति, क्रोशति इति रूपं क्रोशति। अस्तु भगिनि, कृपया म्यूट् करोतु। समीचीनम्, अत्र कृष्य यथा पूर्वं कृष्योगः शप्योगः अति, शप् इति प्रत्ययः सार्वधातुकः, अतः कृष् इदानीम् अत्र इगन्तं नास्ति, उपधायां लघु इक् वर्णः अस्ति, उकारः तस्य गुणः ओकारः, अतः क्रोश् क्रोश्योगः अक्रोश क्रोशति इति रूपम्। अस्तु अस्तु, अग्रे भगिनि अत्र कृष् एण्ड् प्रीवियस् पूर्वपदं पूर्वधातुः कृष्, हौ डु यु प्रनौन्स्? I mean, I can't differentiate when you say krishar. Karshati, karshati, tatra shakara, murdanya shakara. Ah, karshati, dhatu, dhatu, how do you pronounce? Krish. Krish. Ah, krish. Okay, krish, and here, krush. Krishnaniti, krishnaniti, iti eva. Krishnaha, iti tatha. Krishnaha. Okay, okay. अस्तु अस्तु, अग्रे रमा रमा शिवरामन् भगिनी वदतु अत्र अग्रिमदातुः। अग्रिमदातु अस्ति रुः न सत्यं रुः रोहति रुः धातु भुवादिगणे अस्ति रुः लट्लकार रूपे प्रथमपुरुषे तिप् प्रत्यय आगच्छति अतः रुह् योगः तिप् प्रथमस्तर तिप् प्रत्यये हलन्त्यम् इत्यनेन सूत्रेण पकारस्य इत्सज्ञा तस्य लोपः अतः रुह् योगः ति तिंशित् सार्वधातुकम् इत्यनेन तिङ् आगच्छति कर्तरि शप् विकरणप्रत्यय आगच्छति रुः योगः शप् योगः ति शप् प्रत्यये लशक्व तद्दिते तेन सूत्रेण इल् श पकार गच्छति लकार अपि गच्छति अतः अ अवशिष्यते रुः योगः शप् योगः अस्ति तदनन्तरं रुः धातोः मध्ये पुगन्तलघुपदस्य च कारणात् ह्रस्व उपदारूपेण अस्ति अतः उकारस्य गुणः भवति रु उ ओ भवति अतः रुः रोः भवति रोः योगः अ योगः ति रोहति भवति। भगिनि बहु समीचीनं, स्पष्टमस्ति खलु सर्वेषां कृते? अत्र रुः इति अस्मिन् रुः योगः शप् योगः ति रुह् इत्यस्मिन् अन्ते इक् वर्णः नास्ति, इगन्तं नास्ति, यतोहि अन्ते हकारः अस्ति, अतः सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः नास्ति। पुगन्तलघुपदस्य च इत्यनेन गुणः, उपधायाम् उकारः अस्ति, अतः उकारस्य गुणः ओकारः, तर्हि रोह् योगः अरोह योगः इति रोहति इति रूपम्। अस्तु समीचीनम्, अस्तु, अत्र सन्दीप् महोदय अग्रिमं करोति वा? आं भगिनि, अत्र क्षुभ् इति धातुः क्षुब् योगः किम् अत्र क्रोध क्षुब् क्षोभते मथनं क्रोधानुभवनं अर्थं किं? क्रोधानुभवनं क्रोधस्य अनुभवः क्रोधानुभवनं यः क्रोधम् अनुभवति। ओ अस्तु महोदय, क्षुब् योगः शप् योगः अत्र तु आत्मनेपदी ते प्रथमं शप् इति प्रत्ययस्य शकारः पकारः लोपः भवति तदनन्तरं तत् अ इति अवशिष्यते सः प्रत्ययः सार्वधातुकम् अस्ति, तिङ्क्षित् सार्वधातुकम् इत्यनेन. अतः सार्वधातुक आर्धधातुकयोः इति सूत्रेण न पुगन्तलघु उपदस्य च इति सूत्रेण उपधायां स्थिता उकारः तस्य गुणः भवति, अतः उकारः ओकारः भवति. अतः क्षोभ योगः अयोगः ते तदनन्तरं क्षोभते इति निष्पन्नं भवति. सत्यं सत्यं समीचीनं, क्षोभते इति रूपं. तर्हि अत्र इगन्तमङ्गमपि नास्ति, इगन्तमङ्गं नास्ति, परन्तु उपधायाम् उकारः अस्ति, लघु उकारः. हा, अतः पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं. समीचीनं, सम्यक् भगिनी. एक सन्देहः, परस्मैपदि धातूनां तिप् इति भवति तिङन्तप्रत्ययः, तत्र आत्मनेपदि धातूनां प्रत्ययः कथं भवति भगिनि? त इति प्रत्ययः, त इति प्रत्ययः अस्ति. त आतां झ तकारः योगः अकारः, त इति प्रत्ययः. प्रत्ययादेशः भूत्वा ते इति भवति. मूलप्रत्ययः तु त इति अस्ति, तस्य प्रत्यादेशः भूत्वा ते इति भवति. अस्तु, अग्रे गीता भगिनी अग्रे वदति वा. गुष् वदामि भगिनि. गुष् धातुः अस्ति लघुपदम्. उपदां उकारः अस्ति. लट् लकारविवक्षा अस्ति चेत् अवशिष्यते. अतः लशकर्तरि शप् इत्यनेन शप् प्रत्ययस्य प्रसक्तिः भवति. षित् पित् आ एव अवशिष्यते अत्र. अ इति प्रत्ययः कीदृशप्रत्ययः? सार्वधातुकं प्रत्ययः. अनन्तरं निमित्तमस्ति. अत्र धातोः उपदाम् अस्ति ह्रस्व उकारः. गुण भूत्वा घोष् इति भवति. तदनन्तरं घोषति इति भवति. सम्यक् सम्यक्, तथैव अस्ति. अत्र उपधायां लघु इक्वर्णः अस्ति, तस्य अनन्तरं यः प्रत्ययः शप् इति प्रत्ययः सार्वधातुकः, अतः गुणकार्यं गन्तलघुपदस्य च इत्यनेन गुणकार्यं. सम्यक्, अस्तु अस्तु. अत्र अग्रे राह विनय महोदय अग्रे. अग्नि धातुः घृष् अस्ति. घृष् धातु यदि अहं किञ्चित् विग्रह करोमि, घ योगा र योगा श हलन्त उपधः र अस्ति, यतः अन्तिमवर्णः श अस्ति, अतः अन्तिमवर्णः पूर्वात् र उपधा अस्ति. तर्हि द्वयकार्यम् अपेक्षितः. भवादिगणधातु अस्ति, अतः शप् प्रत्ययः अस्ति. तर्हि कर्त्री शप् सूत्र आधारेण शप् आगच्छति. शप् आगच्छति, अ अवशिष्यते. अतः गुणः शप् प्रेरणा करोति सार्वधातुक आर्धातुकयोः सूत्रेण आधारेण. तर्हि रि इकः प्रत्याहारः अर भवति. अन्ततः लट् विवेक्षः कारणेन ति अगच्छति. अतः घर्ष योगः ति घर्षति भवति. पुगन्तलघुपदस्य च अहं वदितुं न शक्यते, परन्तु अहम् अवगच्छामि. पुगन्तलघुपदस्य कारणेन सूत्रेण उपधा गुणभक्ति. सत्यं, तर्हि घर्षति इति रूपं, ऋकारस्य गुणः अर् घर्षति इति रूपं. सम्यक् सम्यक्. अस्तु, अग्रे रमाबाई भगिनी वदति वा अग्रे. पुष् आं भगिनि, पुष् लटि पोषति. पुष् दातु इगन्तः नास्ति, परन्तु तत्र उपधायाम् लघु उकारः अस्ति. एतद् धातुः भुवादिगणे भवति. पुष् योगः शप् योगः इति भवति. शप् सार्वधातुक संज्ञा प्रत्यय. षकार पकार हलन्त्यम् इति सूत्रेण पकारस्य लोपः, पकारस्य संज्ञा. लषक्मतदिते इति सूत्रेण षकारस्य संज्ञा, तस्य लोपः इति सूत्रेण षकारपकारयोः लोपानन्तरम् आ एव अवशिष्यति. अतः पुष्योगः अयोगः टिप् टिप् अलन्त्यम् इति सूत्रेण पकारस्य लोपः भवति. अतः पुष्योगः अयोगः ति भवति. अत्र किञ्चित् सार्वधातुकम् अस्ति इति कारणात् सारि इगन्त इगन्तदातुः नास्ति चेत् अपि उपधायाम् उकारः अस्ति. अतः पुगन्तलघुपदस्य इति सूत्रेण पुकारस्य गुणः भवति. उकारः ओकारः अपि पोष् योगः योगः इति पोषति, अन्तिमरूपं पोषति इति भवति. सम्यक् सम्यक् सम्यक्. अस्तु, उकारस्य गुणः ओकारः, अतः पोषति, समानप्रक्रिया, तत्र न कोऽपि भेदः. अस्तु, तर्हि अग्रे अत्र राहुल् महोदय वक्तुमिच्छति वा. अत्र सृप् इति धातुः, सृप् अस्ति वा राहुल् महोदय? न श्रूयते. अस्तु, तर्हि वसन्ती भगिनी वदतु. धातु कः भगिनी? सृप्. अस्तु जि, तत्र ऋकारः उपधायां ऋकारः, हा ऋकारः सृप् भुवादिगणीयधातुः. ओके, लट्लकारम् अथवा तिप् प्रत्यय, सो सृप् प्लस् तिप् इस् हलन्त्यं, सो मकारलोपः भवति. सो प्लस् ति तिङ्क्षित् सार्वधातुकम् इत्येन सार्वधातुक संज्ञा. सो चेत् श्रुत् प्लस् शप् प्लस् ति शप् इस् हलन्त्यम् इति सूत्रेण पकारः लोपः भवति लषक् तद्दिते सूत्रेण षकारः लोपः भवति सो अकारः अवशिष्यते सो शृप् प्लस् अ प्लस् ति अकारः षित् अस्ति सो सार्वधातुकप्रत्यय सो गुणकार्यं भवति नो सो इट्स् नाट् इगन्तधातु सो सार्वधातुकप्रत्यये गुणकार्यं न सम्भवति सार्वधातुक आर्धातुकयोः इति सूत्रेण न सम्भवति सूत्रेण न सम्भवति उपदा अङ्गं लघुपदं सो उगन्धस्य लघुपदस्य च सूत्रेण गुणकार्यं सम्भवति सो शृप् शृ विल् बिकम् सर् सो सर् प्लस् अ प्लस् ति सर्प् प्लस् अ प्लस् ति सर् प्लस् अ प्लस् ति योजयतु पुक् आगमः भवति न पुक् आगमः किमपि नास्ति अत्र ओके सर्पति इति रूपं सर्पति ओके हा तावदेव तत्र पुगागमः किमपि नास्ति पुगागमः इति चिन्तनं त्यजतु इदानीम् अत्र पुगागमः इति विषयः नास्ति अतः सर्पति इति रूपं सम्यक् तृप् इति धातु हा तृप् धातुतः शप् योगः ति तत्र ऋकारस्य गुणः भूत्वा सर्प् सर्प् योगः अ सर्पति उगन्तलघुपदस्य च इति सूत्रेण अग्रे सरेम तद्व एतदेव भगिनि किम् अग्रे सरेम भवती वदति खलु तत्र सृप् न सृप् इति नास्ति तत्र सृप् इति नास्ति सरति सृ सृ इति धातुः सृ इति धातुः सृ गतौ इति धातुः तत्र गत्यर्थकः गत्यर्थकः सर्पति स्नेक् स्नेक् सर्पति इति सर्पति अपि चल्ना इति दत्तमस्ति चल्ना कस्यचित् गृहे ध्वनिः सम्भाषणध्वनिः कृपया म्यूट् अस्तु अस्तु अत्र अग्रे घर्षति इति इत्युक्ते किं भगिनि किं घर्षति घर्षण इति घर्षति इत्युक्ते तत्र इत्युक्ते उच्चैः घर्षति घर्षणम् इति अस्ति खलु सिंहः घर्षति सिंहः घर्षति फ्रिक्षन् घर्षति इत्युक्ते टु पालिश् तर उच्चैः सम्भाषणं घर्षति यथा सिंहः घर्षति गर्जति गर्जिस् घर्षण फ्रिक्षन् ओन्ली वेन् वि रब् टु थिङ्ग्स् इट् इस् फ्रिक्षन् सङ्घर्षः हा सङ्घर्षः सत्यं सङ्घर्षः इति सङ्घर्षे गृष् सङ्घर्षे अस्ति अतः तत्र हा घर्षणम् इति अस्तु हरि ओम् अधुना श्रूयते किं श्रूयते महोदय राहुल् महोदय क्षम्यताम् एकः प्रश्नः आसीत् पूर्वं हा वदतु अत्र आदौ सर्वे धातवः कृते सर्वे भ्वादिगणे एव भवितव्यं खलु नो चेत् अत्र अस्माकं चिन्तनार्थं भ्वादिगणे धातूनाम् एव ग्रहणं कृतमस्ति किमर्थम् इति चेत् तत्र सर्वत्र सर्वेषु गणेषु गुणः न सम्भवति तर्हि अग्रिमपाठे वयं पश्यामः कुत्र गुणः न सम्भवति इति अग्रिमपाठे पश्यामः अधुना भुवादिगणीयधातुं स्वीकृत्य गुणः भवति इति जानीमः इति कृत्वा तादृश उदाहरणानि कृष्यति इति अपि भवति खलु कृष् धातु षष्टमे गणे भवति कृषति इति. हा कृषति इति अपि तदा तदादिगणे तत्र गुणः नास्ति. नास्ति. अस्तु अग्रिम उदाहरणम् अत्र वृत् इति धातुः. राहुल् महोदय भवानेव वदतु वृत्. भगिनी एकः प्रश्नः, सृ धातुः सरेमः भवति किं किं पदं सरेमः, किं लट् लकारः, किं लकारः, किं सरे भवती प्रतिदिनं वदति सरेमः अग्रे सरेमः इति श्रीगतौ इति उक्तवती इदानीं सरेमः इति किं लकारः? लट् लकारः एव भगिनि. वयं सरेम एकक्षणम् अत्र सरामः इति लट् लकारः, लिङ् लकारे सरेम अग्रे सरेम इति विधिलिङ् लकारः. अस्तु भगिनि. अस्तु अस्तु अस्तु अत्र अग्रे राहुल् महोदय वदतु वृत्. वृत् प्रायः लटि वर्तते इति भवति खलु? सत्यम्. अस्तु आदौ वृत् योगः शप् योगः ति ते षित् पित् भूत्वा वशक्वतति ते हलन्त्यम् इत्यनेन वृत् योगः अयोगः ते इति भवति. अनन्तरं पुगन्तलघुपदस्य च इति सूत्रस्य कारणात् वृत् लघु उपदा अस्ति, अतः वर्त इति भवति. वर्त योगः अयोगः ते वर्तते इति सम्भवति. वर्तते इति रूपं सम्यक् सम्यक्. हा ऋकारस्य गुणः भूत्वा पुगन्तलघुपदस्य च इत्यनेन वर्तते इति रूपम्. अस्तु अत्र उमा भगिनी अत्र अक् इति धातुः अत्र किं भवति, प्रक्रिया कथम् अस्ति उमा भगिनि? अस्मि अस्मि वदतु. अक् इति धातुः इक् उपदा आ आगच्छति, आ अपि गुण गुण गुणवर्ण वर्णः एवं वा? आ इति गुणवर्णः वा? आ इति गुणवर्णः वा? न न न श्रूयते भगिनि. अ इति गुणवर्णः वा? इक् प्रत्याहारे अस्ति वा? इक् प्रत्याहारे के के वर्णाः? इक् इक् मीन्स् आ न, किन्तु अत्र अकारः अस्ति. यस् इ उ ऋ ऋ इत्यादि गुणवर्णाः. गुणवर्णः अस्ति वा? गुणवर्णः स्थाने न, गुणवर्णः अस्ति वा न वा इति द्रष्टव्यं भगिनि. गुणवर्णः अस्ति नास्ति खलु गुणवर्णः? अत्र किमपि कार्यं नास्ति. अतः पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः नास्ति खलु अक् इत्यस्य, यतोहि इगन्तम् इगन्तं नास्ति, लघुपदं लघुपदमपि नास्ति. तर्हि किं भवति अत्र? ओके आ प्लस् अक् शप् प्लस् टि अत्र किमपि कार्यं नास्ति, अत्र किमपि कार्यं नास्ति, केवलं योजनं चिन्तनार्थम् केवलं चिन्तनार्थम् उक्तवती. किमर्थं चेत् अत्र द्रष्टव्यम् इक् वर्णः अस्ति वा न वा इति द्रष्टव्यम्. इकवर्णः नास्ति चेत् किमपि कार्यं नास्ति, सन्धिकार्यं भवितुम् अर्हति, परन्तु अत्र तादृशसन्दर्भः अपि नास्ति, अतः अपति इत्येव रूपम्. अस्तु, समीचीनम्. अस्तु भगिनि, म्यूट् करोतु कृपया. रविकला भगिनी अत्र बुधिर् इति धातुः दातुं स्वीकृत्य वदतु. बुधिर्. रविकला भगिनी, अकति इत्युक्ते, अकति इत्युक्ते किं भगिनि? इदानीं चिन्ता नास्ति, अत्र अर्थस्य विषयः नास्ति, अत्र रूपं कथम् इच्छति इति एव. अत्र अकति इति तत्र गतौ इति, कुटिलायां गतौ इति अर्थे अस्ति, प्रत्यर्थकधातुः अकति. अस्तु, अत्र रविकला भगिनी अस्ति वा? नास्ति वा? अस्तु, सुमन् भगिनी भवती वदतु. बुधिर्. बुधिर् लौकिकधातु अस्ति वा? औपदेशिकधातु, औपदेशिक. बुद्धि इति धातु स्वीकरोतु. बुद्धि इति अस्ति तत्र तु. बुधिर् औपदेशिकधातु अस्ति चेत् तत्र रकार हलन्त्यं च सूत्रेण इत्संज्ञा भवति. इकारः उपदेशे अजनुनासिक सूत्रेण भवति, तस्य लोपः भवति, बुध् अवशिष्यते. क्षम्यता, वार्तिका अस्ति खलु इर् इति? आम्, इर् अपि. आम्, क्षम्यता, इर् एव इत्संज्ञा भवति, तस्य लोपः अपि भवति. बुध् धातौ उकारः उपधायाम् अस्ति. इदानीं बुध् योगः शक् तत्र पकारस्य शकारस्य इत्संज्ञा भवति, लोपः अपि भवति, अनुबन्धस्य लोपः, अनन्तरम् अ एव अवशिष्यते. इदानीं शप् सार्वधातुकम् अस्ति, यतः शित् अस्ति, पित् अपि अस्ति, अतः गुणकार्यं भवति. बुध् बुध् शब्दस्य उकारस्य स्थाने ओकारः आदेशः भवति, बोध् भवति. इदानीं बोध् योगः अकार बोध भवति, अनन्तरं बोध योगति, बोधति. समीचीनम्. बुद्ध योगः शप् योगः अति, बुद्ध् इति उपधायां लघु इक् वर्णः, अतः गुणः पुगन्तलघुपदस्य चैत्येन गुणः, यतोहि निमित्तमस्ति शप्, अतः बोध बोधयोगः अति, बोधति इति रूपं. सम्यक्. अस्तु अस्तु, अत्र अधुना विजयलक्ष्मी भगिनी वदति वा अत्र ध्रु इति धातुः? ध्रु उकारः ध्रुव, ऋकारः ध्रुव, उकारः ध्रु, उकारः ध्रु, उकारः ध्रु अस्ति चेत् विवक्षा अस्ति लट्लकारे, ति इति तिप् इति आगच्छति, अनन्तरं पकारस्य लोपः भवति, ति इति अवशिष्यते, कर्तरी शप् इत्यनेन शप् आगच्छति, तत्रापि शकारस्य पकारस्य लोपः भूत्वा अकारः अवशिष्यते. अत्र तिंशित् सार्वधातुकं, हा, सो सार्वधातुक आर्धधातुक सूत्रेण ध्रु इति धातोः गुणः भवति, ध्रो इति भवति, ध्रो योगः अयोगः ति, अनन्तरम् ओकारस्य यान्तवान्तदेशसन्धि कृत्वा ओकारस्य अव् इति भवति. केन सूत्रेण गुणः? सार्वधातुक अर्धधातुकयोः इति सूत्रेण. किमर्थम्? अन्ते उकारः अस्ति, अन्ते इक्वर्णः अस्ति, तत् कारणं सार्वधातुक अर्धधातुकयोः इत्यनेन सूत्रेण उकारस्य ओकारः भवति, अनन्तरं ध्रो योगः अयोगः ति, ध्रो योगः ओ योगः अ इति सन्धि भूत्वा यान्तवान्तसन्धि भवति, ओकारस्य अव् इति भवति, ध्रवति इति सम्यक् सम्यक् निष्पद्यते. सम्यक्. अत्र ध्रु इति धातोः, तत्र पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः किमर्थं नास्ति? अन्ते एव उकारः अस्ति खलु, तत् कारणम् उपधायां नास्ति, अन्ते एव अस्ति. उपधायां कः वर्णः? उपधायां र अस्ति. उपधायां रेपः अस्ति, उपधायां रेपः अस्ति, इक् वर्णः एव नास्ति, अतः पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः एव नास्ति. अत्र केवलं सार्वधातुक अर्धधातुकयोः इत्यनेनैव गुणकार्यं. ध्रु इत्यस्य उकारस्य गुणः ओकारः, अतः अनन्तरं सन्धिं कृत्वा यचोयवायावः इति सन्धिं कृत्वा उकारः योगः अकारः अवादेशः, द्रव्योगः अद्रवयोगः इति द्रवति इति रूपम्. अस्तु अस्तु, अत्र स्थगयामः. सर्वे कृपया गृहपाठरूपेण अभ्यासं कुर्वन्तु. कुत्र केन सूत्रस्य प्रसक्तिः इति सर्वं पुनः चिन्तयन्तु, नो चेत् अग्रे क्लेशः भवति. अत्र गृहपाठरूपेण किञ्चित् पठनीयं. यत्र यदा शास्त्रस्य अध्ययनं कुर्मः तदा सर्वदा किञ्चित् पठनीयमेव. केवलम् एकवारं वर्गे श्रुत्वा सर्वं मनसि भवेत् इति न चिन्तयन्तु. अतः कृपया गृहपाठरूपेण पुनः पठन्तु, नो चेत् अत्र वारं वारं पुगन्तलघुपदस्य च इति एव पठामः, अग्रे गन्तुं न शक्नुमः. अतः कृपया गृहपाठरूपेण सर्वे पठन्तु. निमित्तं किं, सूत्रं किं वदति, कुत्र किं भवति, कस्य संज्ञा, सर्वं पुनः एकवारं पठन्तु. ध्वनिमुद्रणं च शृण्वन्तु. अस्तु, तर्हि अत्र स्थगयामः. अग्रिमसप्ताहे पुगन्तमङ्गम् इति पुनः चिन्तयामः तस्मिन् विषये. अधुना अत्र पुगन्तलघुपदस्य च इति सूत्रस्य प्रथमं कार्यं कथं भवति इति स्पष्टम् इति मन्ये, खलु? अस्तु भगिनि. अस्तु, धन्यवादः, नमस्कारः. धन्यवादः. पृच्छतु भगिनि, अग्रे सप्ताहे समय किञ्चित् भेदः अस्ति भगिनि? हा हा, अहं सूचयामि भगिनि. हा सत्यमेव, अहं सूचयामि. अस्तु, अहम् ईमेल् प्रेषयामि. अस्तु, धन्यवादः. धन्यवादः भगिनि. एकः प्रश्नः अस्ति, ज्ञातुं दृष्ट्वा वयं कथं जानीमः परस्मैपदी वा आत्मनेपदी इति? अग्रे पाठः भविष्यति, तत्र वयं जानीमः. सूत्रद्वयं वर्तते, सूत्रत्रयं वर्तते. यदा सूत्रं पठामः तदा अवगच्छामः कथं ज्ञायते धातुः परस्मैपदी वा आत्मनेपदी वा इति सर्वं. अस्तु, नमस्कारः. नमस्ते भगिनि, धन्यवादः. नमस्कारः. नमस्कारः भगिनि. नमस्कारः. भवती अत्र तु कर्तरीषा किमपि न पाठितवती खलु? न, अत्र आवश्यकं न, आवश्यकता नास्ति भगिनि. अत्र अग्रे गत्वा पठिष्यामः. अत्र तु केवलं पुगन्तलघुपदस्य च इत्यस्य विवरणं जानामि, किन्तु केचन छात्राः कर्तरीशाप् इत्युक्ते प्रथमं करणीयं वा स्किप् इदानीं स्किप् कर्तुं शक्यते? अत्र करपत्रे प्रदर्शितमस्ति, अतः वदति चेत् कर्तरीशाप् इति सूत्रेण शप् भवति इति वदति चेत् पर्याप्तम् अत्र तत्र सूत्रस्य विवरणं न दत्तम्, अतः शप् आगच्छति मध्ये इति अवगच्छामः चेत् अधुना पर्याप्तं, ततः अग्रे पश्यामः कथम् आगच्छति. चिन्ता नास्ति, अत्र भवती किञ्चित् अड्वान्स् अस्ति, अन्ये इदानीमेव पठन्तः खलु. नो वरीस्. रैट् नौ कर्तरि शप् इति अवगच्छामः चेत् पर्याप्तं. यदि कर्तरि शप् इति न वदति चेदपि चिन्ता नास्ति, शप् मध्ये आगच्छति तावत् पर्याप्तम्. भगिनि, शप् वादिगणे तत्र अस्ति, अतः शप् विकरण इत्येव विवरणम् एतत् स्तरे अग्रे गत्वा तत्र पठामः कथं सर्वम् अग्रे पठामः. अधुना अत्र प्रथमम् अत्र सूत्रद्वयम् इदानीम् अवगच्छामः, सारधातुक अर्धातुकयोः पुगन्तलघुपदस्य च तत्र सूत्रद्वयम् अवगच्छामः चेत् पर्याप्तम्. अस्तु, धन्यवादः भगिनी. धन्यवादः, नमस्कारः. धन्यवादः, शुभरात्रिः भगिनी. शुभरात्रिः.